सर्वेषां स्वागतं. कर्मणि भावे च इति करपत्रं प्रवर्तमानमस्ति. तत्र गतसप्ताहे वयं किं दृष्टवन्तः इत्युक्ते, पूर्वं तु वयमस्माभिः दृष्टं कर्मणि सामान्यधातूनां नव ये नवधातुगणानां चुरादिगणं विहाय अन्ये नवधातुगणानां कर्मणि भावे च रूपाणि दृष्टवन्तः वयम्. अत्र तु केवलं किम् अस्ति, भूय ते धातुः यक् प्रत्ययः अनन्तरं ते इति तिङ् आत्मनेपदीरूपं प्राप्नोति इति कृत्वा ते इति आगच्छति. तर्हि भूयते कुत्रचित् वयं दृष्टवन्तः यत्र दीर्घत्वं भवति ह्रस्व इकारान्तानां ह्रस्वकारान्तानां दीर्घ उकारान्तानामपि अकृत् सार्वधार्थक दीर्घः इति सूत्रेण दीर्घं भवति इति दृष्टवन्तः. अनन्तरं अत्र ऋकारान्तानां किं स्थित् का स्थितिः, ऋकारान्तानां का स्थितिः इति दृष्टवन्तः. हलन्तानां तु केवलं वर्णमेलनम् इति दृष्टम्. अनन्तरं किं गते सप्ताहे चुरादिगण्यानां कृते अनन्तरं प्रेरणार्थे निश्चित्र आयाति तेषां कर्मणि भावे च रूपाणि कानि इति दृष्टवन्तः, कथं प्रक्रिया इति. तत्र तु चुरादिगणे अपि निच् विधीयते, स्वार्थे निच् विधीयते. अनन्तरं यत्र प्रेरणार्थे भवति सर्वेभ्यः धातुभ्यः प्रेरणार्थे निच् विधीयते. तर्हि किं भवति इत्युक्ते, धातुः योगः निच् इति आगच्छति, अनन्तरं निच् आधारीकृत्य कार्याणि सम्भवन्ति, अतौपदायाः पुगन्तलघुपदस्य च इत्यादीनि. तदनन्तरं यक् प्रत्ययः विधीयते कर्मण्यर्थे अस्ति इति कृत्वा, तर्हि यक् प्रत्ययः विधीयते तदा यक् प्रत्ययः अनिट् अस्ति प्रत्ययः अस्ति इति कृत्वा नेरणिति इति सूत्रेण इकारस्य यत् निच् इत्यस्य इकारस्य लोपं भूत्वा अनन्तरं यते इति योजनं भवति. तर्हि चुर्धातोः तु चोर्यते इति रूपम्, अनन्तरं पट् धातोः पाटि इति भवति, पाटियोगः निचि, तर्हि पाटियोगः यक् प्लस् ते पाठ्यते इति रूपं भवति. तथा वयं रूपाणि अपि गतसप्ताहे दृष्टवन्तः. तर्हि तत् समाप्य अग्रे वयम् अद्य सनन्तधातवः यनन्तधातवः इति सनाद्यन्ताधातूनां विषये वयं तु सुपरिचितरूपाणि सन्ति अस्माकं किम् अस्ति निजन्ताः सन्ति, अनन्तरं सनन्तः यङन्तः इति सन्ति खलु, तर्हि तेषां वयं रूपाणि कथं प्रक्रिया कथं भवति इति पश्यामः. मणिमहोदय आरम्भं करोति महोदय, कृपया. महोदय सनन्दः वा? आम् महोदय. भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि सनन्ददातवः यङन्ददातवः सनन्ददातवः सनन्ददातवः इच्छार्थे भवन्ति. यदा पठितुम् इच्छति पिपठिष्यति, कर्तुम् इच्छति चिकीर्ष्यति, गन्तुम् इच्छति जिगमिष्यति. सनन्दरूपाणां दातवः सदा अदन्ताः भवन्ति. पट् योः सन् प्रत्ययः पिपडिष्यः इति धातुः, कृ योः सन् शिकर्षः इति धातु, गम् योः सन् जिगमिष्यति इति धातुः. सनन्ददातवः सदा इच्छार्थे एव भवति भवन्तु इति उक्तम्. अत्र पिपडिष्यति पठितुम् इच्छति चेत् तस्य रूपं पिपडिष्यति इति धातु, कर्तुम् इच्छति चेत् चिकीर्षति इति चिकीर्षति इति रूप तिङ्गन्तरूपं, गन्तुम् इच्छति चेत् जिगमिष्यति इति अदन्ताङ्गं सदा अदन्ताङ्गं भवति. अनन्तरं पट् योः पट् धातुः योः सन् प्रत्ययः पिपडिष इति अदन्ताङ्गं धातु भवति, कृ योः सन् अत्रापि शिकीर्ष इति धातुः, गम् योः सन् जिगमिष्य इति धातु भवति. सन्नन्ददातवः सदा एव अदन्ताः इति कारणतः यकि परे तेषां सर्वेषां कार्यं समानम्. अधोलोपः इत्यनेन अदन्ताङ्गस्य ह्रस्वकारः लोपः भवति आर्धधातुकप्रत्यये परे. यक् आर्धधातुकसमीपः अतः यक्कि परे सनन्ददातानां धातूनाम् आकारलोपो भवति. सनन्ददातवः अदन्ताः, अतः यक् प्रति अपि भवति, अतः आर्धधातुक अधोलोपः लोपदिसूत्रेण अदन्ताङ्गं लोपो भवति आर्धधातुकप्रत्यये परे. उदाहरणं पठामि वा महोदय? अतः पिपीडिश पिपीडिश योः यक् अधौ लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व आकारलोपः भवति आर्धधातुकप्रत्यये परे. पिपीडिश योः यक् प्रत्ययस्य यकारः पिपीडिश योः पिपीडिश्य आकारस्य लोपो भूत्वा पिपीडिश्य इति एव भवति. योः ते पिपीडिश्यते इति चिकीर्ष्य योः यक् अधोलोपो इत्यनेन आकारः लोपः दन्त अङ्गं लोपः चिकीर्ष्य इति रूपं चिकीर्ष्य योः ते चिकीर्ष्यते. जिगमिष्य योः यक् अधोलोपो इत्यनेन दन्तङ्गं लोपः जिगमिष्य योः ते जिगमिष्यते इति रूपं महोदय. धन्यवादः महोदय. अत्र प्रश्नः किमपि नास्ति खलु? अग्रे धन्यवादः महोदय. अतो लोप अजन्त अङ्गस्य ह्रस्व अकारलोपो लोपो भवति आर्धधातुके प्रत्यये परे. परिचितसूत्रमस्ति विधितन्त्रस्य अध्ययनेन अतः अङ्गस्य नाम न केवलं ह्रस्वकार इत्यङ्गस्य अपि तु ह्रस्वकारान्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोप न तु अङ्गस्य उपदेशे अनुवर्तते. अतः प्रसक्तिः केवलम् उपदेश अवस्थायाम्. अतः षष्ठ्यन्तं लोप प्रथमान्तं द्विपदं सूत्रम् अनुदातोपदेश वनति तनोति इत्यादीना अनुनासिकलोपो झलि कितिमिति इत्यस्मात् उपदेश इत्यस्य अनुवृत्ति अङ्गस्य आर्धधातुके इत्यनयो अधिकार अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अतो लोप इति सूत्रं वदति यदि अङ्गम् अदन्त अस्ति ह्रस्वकारस्य लोप भवति तस्य निमित्तं भवति आर्धधातुकप्रत्ययपदे यदि अस्ति अपि उपदेशे अवस्थायां भवेत् इति. तो अतः इति भवति तस्य षष्ठमी विभक्ति स्थानी अस्ति तस्य लोप भवति अङ्गस्य षष्ठी विभक्ति आर्धधातुके इति सप्तमी विभक्ति निमित्तं परे अस्ति लोपः प्रथमा विभक्ति तस्य कार्यमस्ति उपदेशे इति सप्तमी विभक्ति उपदेशे अवस्थायां. तो इदानीम् उपदेशे अवस्थायां अङ्गं भवेत् किं भवेत् भगिनि? धातु भवेत् वा? किम् इत्युक्ते न अत्र अदन्तम् अङ्गम् अस्ति खलु. अत्र किम् इत्युक्ते आर्धधातुकप्रत्ययः परे अस्ति. यक् प्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति. तर्हि जिगमिष इति अदन्तम् एतत् अस्माकं सनन्तधातुः अस्ति खलु. पिपटिश चिकीर्ष सनन्तधातु इति उपदेशधातु नास्ति साधु इति सनाद्यन्तधातु तृतीय नाम वयं वदामः साधु सनाद्यन्तधातव अनन्तरं पातिदेशकधातु आशयः कः इति अनन्तरं वदामि. अत्र तु पिपटिश इति सनन्तधातुः सनाद्यन्तदातव इति सूत्रेण धातुसंज्ञा प्राप्नोति. तर्हि अत्र तु पिपटिश इति धातुः इति स्वीकृत्य अग्रे अस्माभिः करणीयं. तर्हि पिपटिश धातुः योगः यक् प्रत्ययः अस्ति. तर्हि अत्र किं भवति? धातुः अपि अस्ति अङ्गमपि अस्ति खलु. प्रत्ययस्य कृते अङ्गम् अस्ति. यद्यपि धातुः अस्ति अङ्गसंज्ञा अपि प्राप्नोति खलु प्रत्ययः परे अस्ति इति कृत्वा. तर्हि अदन्तम् अङ्गम् अस्ति इति कृत्वा आर्धधातुकप्रत्यये परे अकारस्य अन्तिम अकारस्य लोपः भवति. अत्र भवत्याः प्रश्नः उत्तमप्रश्नः अस्ति. उपदेशे एतत्तु आतिदेशिकदातवः सन्ति. तर्हि औपदेशिकधातुः नास्ति. तर्हि उपदेशे इत्यस्य कार्यं भवति किम् इति प्रश्नः आयाति. तस्य उत्तरम् अग्रे महोदयेन दत्तम्. अत्र उपदेशे स्मरति किं भगिनि, अत्र अस्माभिः पूर्वमपि प्रेरणार्थे निश्चित्यस्य अपि वयम् अस्माभिः दृष्टम् आसीत्, किम् आसीत् अस्माकं सूत्रमिकम् आसीत् खलु, किम् आसीत् आदेशोपदेशे अशीति इति, अत्रापि एषः धातोः आत् उपदेशे अशीति इति, तत्रापि उक्तम् आसीत् उपदेशे इति आगच्छति, अत्र अपि अत्रापि उपदेशे इति पाणिनेः आशयः अस्ति प्रक्रियायाम् उपदेश अवस्था इति. अधुना यद्यपि आतिदेशिकधातुः अस्ति तथापि धातुः निर्मितम्, अधुना नूतनधातुः लब्धम्, अनन्तरम् अधुना नूतनप्रक्रिया आरभ्यते खलु, पिपटिश योगः यक् योगः ते इति स्थित्यां किमपि परिवर्तनं न जातं. पिपटिश इति उपदेश अवस्था इति वदामः, तत्र किमपि एकप्रत्ययस्य प्रभावात् किमपि कार्यं वयं कुर्मः कुर्मः चेत् उपदेश इति वक्तुं न शक्नुमः, किन्तु किमपि कार्यम् अधुना न अभवत्. आदौ एव प्रक्रियायाम् उपदेश अवस्थायाम् अस्ति इति कृत्वा उपदेशे इति तस्य उपदेश अवस्था इति वदामः, तस्य धातोः उपदेश अवस्था. पिपटिश इति सनन्तधातोः उपदेश अवस्थायां वर्तते, तस्य किमपि परिवर्तनं न जातं खलु. भ्रमात्मक अस्ति भगिनि, परिवर्तनं जातं न, पठ धातु अपि पठिष इति भवति. आम्, किन्तु नूतनधातुः प्राप्तः. अधुना यक् प्रत्ययस्य प्रक्रिया अस्ति, तस्मिन् यक् प्रत्ययस्य वा तिङ् प्रत्ययस्य वा कारणतः किमपि परिवर्तनं सञ्जातं किं पिपटिष इत्यङ्गस्य? योजितमस्ति सत्यम्, अतः किमपि कार्यं न सञ्जातं, तर्हि उपदेश अवस्था इति वदामः. अत्र यदि वयम् अतोलोपः इति कार्यं कुर्मः तर्हि यत्र अकारस्य लोपः भवति तर्हि पिपटिष्यति यत् धातु, तत्रापि पिपटिष्यति धातुः एव अस्ति खलु. एतावत्पर्यन्तं यक् प्रत्ययेन सह मेलनं न सञ्जातम् इति कृत्वा अतोलोपः इति कार्यं कृतेपि अत्र पिपटिष्यति यत् अङ्गम् अस्ति तदपि धातुसंज्ञा, तस्यापि धातुसंज्ञा एव अस्ति, किन्तु पिपटिष्यति धातुः उपदेशावस्थायाम् अस्ति वा नो चेत् नास्ति वा? पिपटिश इति प्रथमं यत् आसीत् तत् उपदेशावस्थायाम् आसीत्, अधुना अतोलोपः इति कार्यं कृत्वा ह्रस्वकारस्य लोपः सञ्जातः, तदनन्तरमपि पिपटिश इति अकारलोपः जातः, तत्तु पिपटिश इति धातुसंज्ञा तिष्ठति खलु, तत्र प्रश्नः नास्ति खलु, पिपटिश इत्यस्य अङ्गस्य धातुसंज्ञा अपि वर्तते इति. पिपटिश योगः य योगः ते इत्यस्मिन् पिपटिश इत्यस्य धातुसंज्ञा वर्तते, किन्तु उपदेशावस्थायाम् अस्ति वा धातुः? भवती वदति तदस्ति नास्ति, किमर्थमिति यदि अकारस्य लोपजाति इदानीम् अपि उपदेशावस्थां नास्ति, कारणकि यक् न योजितम् अस्ति साधु. न, अत्र परिवर्तनं जातं खलु, तावदेव विकार जातं उपदेशावस्था नास्ति इति वदामि. आमां सति, तावदेव इति मम अवगमनम् एतावत् पर्यन्तम्. किन्तु वयम् अहं न स्मरामि उपदेशे आदेशे चीति वयं कृतवन्तः, उपदेशे अवस्था कोऽपि अन्य धातुः अस्ति तस्य कार्यं न भवति. अत्र किम् इत्युक्ते ग्लै धातुः ध्यै धातुः ध्यायते इति भवति, तर्हि एजन्तधातूनाम् आकारत्वं प्राप्नोति उपदेशावस्थायाम् अस्ति चेत् आकारान्तं प्राप्नोति अशीति प्रत्यये परे इति सूत्रे उक्तमासीत्. अनेन किं भवति ध्यै धातोः इति अस्माभिः पठितम् आसीत्, किन्तु यदि किमपि परिवर्तनं भूत्वा यदि ऐकारं भवति चेत् तादृशधातूनां तत्र अस्य सूत्रस्य प्रसक्तिः न भवति. किमपि कार्यं कृत्वा ऐकारान्तं वा ओकारान्तं वा प्राप्त्वा तस्य तादृशधातूनाम् उपदेश आदेशोपदेश इदानीं स्मरामि वयं कर्तुं जी धातु अस्ति जे भवति गुणं भूत्वा तदानीं महोदय उक्तवान् आदेश उपदेशे इदानीं कार्यं करोति वा न तत्र विचारः अभवत् उपदेशे न अस्तु एतत् अपि जे अपि एच् भवति साधु आम् अवगच्छतु भगिन्याः यत् स्मरणम् अस्ति बहु श्लाघनीयमस्ति न अहं महोदय यथा भवती साधयति तत् महोदय अपि उक्तवान् किन्तु इदानीमपि मम मनसि स्पष्टता न सम्यक् स्मरति किम् इत्युक्ते महोदयस्य प्रत्येकं वाक्यं भवती स्मरति इति तु उत्तममस्ति अस्तु भगिनि अग्रे पठति किं भगिनि अत्र प्रश्नः आयाति इति अस्तु अत्र प्रश्नः आयाति यत् पिपठिष इति धातु औपदेशकधातु नास्ति अतः कथं वा अतो लोपः षष्ठमध्यासे चतुर्थपादे अष्ट चत्वारि अष्टचत्वारि सूत्रम् इत्यस्य कार्यं भवेत् अतो लोपः इत्यस्य अनुवृत्तिसहितसूत्रं भवति अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अस्मिन् च उपदेशे इति अस्ति तदर्थं च जिज्ञासा उत्तरम् एवं यत् उपदेशे इति युक्ते औपदेशकधातु इति न धातो य प्रत्यय विधीयते तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत् अत्र प्रकृतौ यस्मिन् समये यत् प्रत्ययः उपदिष्ट तस्मिन् एव काले अङ्गम् अदन्तं स्यात् प्रक्रियाक्रमे कालानन्तरे अङ्गम् अदन्तं भवति चेत् अतो लोपः अनेन प्रसक्तं न भवति अतः धातु आतिदेशक चेत् अपि अतो लोप इत्यस्य कार्यं भवति यथा भवती इदानीं पाठयति अतः अस्ति तद् उपदेश अवस्थायां यदि धातुः अस्ति तस्य प्रक्रिया भूत्वा अपि धातु अदन्त एव तिष्ठति तदानीं वयं वदामः औपदेशक एव अस्ति यतोहि धातु आतिदेशक इति अपि नाम भवति यथा पिपठिष पठधातु सनन्तधातु पिपठिष अस्ति तत्र अङ्गमदन्तम् अस्ति किन्तु धातु औपदेशक अवस्थायामेव अस्ति प्रक्रिया भूत्वा अपि तत्र तु लोपकार्यं करोति धन्यवादः पुनः वदतु अदन्तान्तमस्ति चेत् उपदेशे नास्ति चेत् अपि अधोलोपः कार्यं करोति इति अर्थः वा न यत्र आदौ आदिमप्रक्रिया यत्र प्रक्रियायाः आरम्भं भवति यत्र यक् प्रत्ययः विधीयते तस्मिन् स्थित्यां तदा यदि अदन्तधातुः अस्ति चेत् तत्र अतो लोपः इत्यस्य कार्यं भवति किमर्थम् अत्र आर्धधातुकप्रत्ययः परे अस्ति धातुः अपि उपदेश अवस्थायाम् अस्ति इति वदामः वयं किन्तु भगिन्या यदा उक्तमासीत् खलु उदाहरणार्थं जी इति धातुः जी इति धातोः जे इति अभवत् गुणं भूत्वा आम् सार्धात्कार्धात्कीर्तिनेन जे अभवत् अधुना वयम् आदेशोपदेशे अशीति इति आनेतुं शक्नुमः किम् वयं निष्प्रत्ययस्य विषये वयं दृष्टवन्तः खलु तत्रापि अस्तु वयं जी धातोः पुगन्तलघुबद्ध क्षम्यतां सार्धात्कार्धात्कयोः इत्यनेन जे अभवत् अधुना अहं जे इति उपदेश अवस्थायाम् इति वक्तुं शक्नोमि किम् कार्यालयतः किमपि कार्यम् आगच्छति एकनिमिषं मम प्रबन्धकस्य अस्तु महोदय महोदय क्षम्यतां महोदय, मया कार्यालयस्य कार्यार्थं गन्तव्यं, तत्र किमपि किमपि सञ्जातं, मम आहूतवान् प्रबन्धकः। भगिनी सरला भगिनी भवती करोति किम् अग्रे? धन्यवादः धन्यवादः महोदय। अस्तु सरलपणि, मम सन्देहः अस्ति अत्र औपदेशिक आदिदेशिकधातु नास्ति छन्दन्तधातोः किल, आदिदेशकधातवः अस्ति, किन्तु यदि अतो लोप इति सूत्रस्य कार्यं कारयितुम् इच्छामः, किन्तु तस्य अवस्था औपदेशकधातव एव अस्ति, कारणकी तस्मिन् कोऽपि विकारः न आगच्छति इति, यथा भगिनी इदानीम् उक्तवती जि धातु जे भवति गुणकार्यं भूत्वा, तदनन्तरं जे अत्र उपदेशे आदेशे उपदेशे शिति तस्य कार्यं करोति वा न वयं वदामः न भवति, कारणकी जे उपदेशे अवस्थायां नास्ति तत्र, कारणकी तत्र विकारः अभवत्। इदानीं पिपठिष इति भ्रमात्मक अस्ति, पठ् धातु तपि पठिष इति नूतन भवति, किन्तु तथैव महोदय तत्र लिखति तथैव उक्तवान् मार्गे औपदेशक पठिष इति I think it must be there. Here it's okay. Here it's okay, Sarla Bhagini. अनन्तरं धातोः यः प्रत्ययः उदीयते तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवत् भवेत्, उपदेशकाले इत्यस्य इत्यर्थः अत्र उत्पत्तिकाले वा? आमाम् उत्पत्तिकाले साधु। ओ अस्तु अस्तु, अन्तिमवाक्यं भगिनि, अत्र प्रक्रियाकाल क्रमे कालान्तरे अङ्गम् अङ्गम् अदन्तं भवति चेत् अतो लोपः, अनेन प्रसक्तं न भवति इति वदति। अन्तिमवाक्यमस्ति अतः धातु आर्तिदेशकचेत् अपि अतो लोप इत्यस्य कार्यं भवति, पिपठिष इति औपदेशकधातु नास्ति, आर्तिदेशकधातुः अस्ति, किन्तु तस्य अवस्था औपदेशकधातु इव वयं मन्यामः, मन्यामहे उपदेशक नास्ति। अस्तु भगिनि धन्यवादः। उपदेशकाले इत्युक्ते प्रत्ययः यक्प्रत्ययः उपदेशकाले दश पूर्वम् अदन्ताङ्गमस्ति चेत् आदिदेशकधातुः अपि अत्र अधोदोलोपः कार्यं करोति इति तस्य अर्थः। भवान् एव पठतु अग्रे, भवान् पठतु अग्रे, अतः प्रश्नः उदेति। अत्र प्रश्नः उदेति पिपडिश योः यक् इति अवसरे अधो लोपः, अकृतसार्धधातुकयोः दीर्घः, अनयोः द्वयोः युगपत् प्रसक्तिः, अन्यत्र अत्र अन्यत्र अन्यत्र अन्यत्र अन्यत्र अत्र लब्धावासः च भवतः, अकृतसार्धधातुके सार्धधातुकयोः दीर्घः इति परसूत्रम् अधः तस्य प्राप्तिः भवेत्, न तु अधो लोपः इत्यस्य, परन्तु व्यङ् यन् गुणः वृद्धि दीर्घः द्विगेभ्यः पूर्वप्रतिषेधेन इति वार्तिकेन यङ् यन् गुणः क्षम्यतां गुणः वृद्धिः दीर्घ इत्येषां कार्याणां निलोपेन अत्लोपेन सह युगपत् प्राप्ति अवसरे पूर्वप्रतिषेधः निलोपः अल्लोपः च बलवन्तः भवतः इत्युक्तौ निलोपस्य अल्लोपस्य च विधाय सूत्रं पूर्वसूत्रं चेत् अपि तस्य बलं भवति अत्र दत्तं विपरीत्य योगः यक् अत्र अधोलोपः अपि कार्यं करोति अकारस्य विपरीत्य इति अङ्गस्य अथवा धातोस्य अङ्गम् अदन्तङ्गम् अतः अधोलोपः इति अपि कार्यं करोति तत् समये आकृतसर्वदीर्घः इति सूत्रेण अपि अदन्त अङ्गं दीर्घं भवितुम् अर्हति आकारः पिपडिशा इति अपि कार्यं निमित्तं किम् अस्ति आकृतसार्वधातुकयो दीर्घ तस्य निमित्तं किम् अस्ति तदेव निमित्तमपि सेम् अधधातुक यक् प्रत्ययः अपि अधोलोप अपि यक् प्रत्ययः पूर्वम् अस्ति हर्स्व अङ्ग तस्य अनन्तरं यदि आर्धधातुकप्रत्ययः अस्ति किन्तु कृत्वा सार्वधातुकप्रत्ययः न भवेत् कृत सार्वधातुक कृत्प्रत्ययः वा अथवा अकृत् मीन्स् न कृत् न कृत् न कृत् न सार्वधातुकम् अपि अत्र सार्वधातुकं नास्ति वा यदि यक् प्रत्ययः अस्ति अतः आर्धधातुकं यक् आर्धधातुकः अस्ति न आर्धधातुकप्रत्ययः यक् अस्ति तस्य यदि अकृतसार्वधातुक यो दीर्घकार्यं करोति तत् किं भवति स्म परसूत्रमपि कार्यं कर्तुम् अर्हति परन्तु अन्य वार्तिकेन निलोपाविं गुणः वृद्धिः दीर्घ दीर्घेभ्यः पूर्वप्रतिषेधेन इति कार्यं करोति इति दत्तं पूर्वमेव अन्य उदाहरणमपि दर्शितवन्तः पूर्वमहं दृष्टवन्तः यथा भावी बोधि इति भवति तत्र नेन नेटि अपि अकृतसार्वधातुकृतयोः तुल्यबलविरोध वा अन्यत्र अत्र लब्ध वा आकर्षति कस्य कार्यं बलवत् भवति तस्य किं निर्णयान्तरम् एतत् वार्तिकं न्यलोपव्यङ्गुणवृद्धिदीर्घेभ्यः पूर्वप्रतिषेधं कार्यं करोति पूर्वप्रतिषेधम् अत्र अन्यत्र लब्धावकाश इत्युक्ते यत् द्वे सूत्रे एकस्मिन् काले एकस्मिन् क्षेत्रे आगत्य कार्यं कर्तुम् उक्सन्ति स्तः तत्र यत्र परसूत्रं बलवत् भवति साधु अन्यत्र तस्य समीपे विप्रतिषेधे परं कार्यं किन्तु एतद् वार्तिकं यदि इयङ् यङ् गुणवृद्धिदीर्घ भवेत् तस्य बलवत् भवति यदि ऋकारलोपः भवति यथा अनेन निति आगच्छति बोधि अनेन निति तत्र नी प्रत्यय परे अस्ति तस्य अनर्थलोपः भवत् तत्र साधु तत्र बोधि यत् अस्ति तस्य बलवत् अस्ति यदि गुणकार्यस्य प्रत्यक्षालक अकृतसार्वधातुकृतयो दीर्घ यत् दीर्घबोधि ईकार न भवेत् तस्य कारणं रेण निति तस्य कार्यं बलवत् अस्ति तत्र पूर्वप्रतिषेधम् इति वयं वदामः यदि यतो हि सङ्ख्या रेण निति सङ्ख्या पूर्वम् अस्ति अकृतसार्वधातुक यो दीर्घसङ्ख्या परम् अस्ति तथैव समाननियमः अत्र अपि आगतः अतो लोपः अकृतसार्वधातुकयो दीर्घतयो मध्ये अकृतसार्वधातुकयो दीर्घतस्य सङ्ख्या परम् अस्ति सप्तमे अध्यायस्य चतुर्थपादे पञ्चविंशति अपि अतो लोपः तस्य पूर्वम् अस्ति किन्तु अतो लोपः बलवत् भवति कारणकी इति वाचकेन लोपः वा अल्लोपः अस्ति सो अत्र अत्र लोपः अस्ति तत् कार्यं बलवत् अस्ति इति अवचामि तत्र प्रत्यक्ष उपदेशकाले तत्र एव सन्देहः आसीत् इदानीं इति सन्देहः आसीत् किन्तु भ्रमात्मक अस्ति आतिदेशकधातुः अस्ति औपदेशकधातुः अवस्था अस्ति इति पुष्पा भगिनी भवती पठति वा अपि इदानीं पठामि पठामि मोक्तुम् इच्छति मुमुक्षा इति सन्नन्तधातुः मुमुक्षा योगः यक् मुमुक्ष्यते न भगिनि सम्यक् हा मुमुक्षा अत्र ककारः गच्छति यकारः एव तिष्ठति अत्र अतो लोपः भवति मुक्ष् इति अस्ति मुमुक्ष्यते मुमुक्ष्यते खादितुम् इच्छति चिकादिश् इति सन्नन्तधातुः चिकादिश क्षम्यतां चिकादिश योगः यक् परन्तु तथैव चिकादिश् योगः या चिकादिश्यते वदितुम् इच्छति विवदिशा तु विवदिश् आगच्छति विवदिश् योगः या ककारस्य हलन्त्यम् इत्यनेन गच्छति विवदिष्यते वक्तुम् इच्छति विवक्षा तद् वयम् उपयुक्तं सम्यक् उपयुक्तं बहुकाले विवक्ष्यते पातुम् इच्छति पिपासा तदपि पिपास्यते दातुम् इच्छति दित्सा दातुं दित्सा तद् कथमायाति तद् न जानामि प्रक्रिया वक्तुं विवक्ष तदपि न वक्तुं विवक्ष दित्सा अस्तु दित्सा दित्स्यते ज्ञातुम् इच्छति जिज्ञासा जिज्ञास्यते श्रोतुम् इच्छति शुश्रूषा शुश्रूष्यते सर्वे कुर्मः किं स्मर्तव्यं सर्वे सनन्तधातव अदन्तधातवः सन्ति यदि यक् वयं यदि सार्वधातुक यक् भावकर्मणि इति विवक्षा अस्ति तत्र आर्धधातुकपरे अस्ति तो अतो लोप तस्य कार्यं भवति इति स्मर्तव्यं सनन्तधातु सर्वे अपि अकार तिष्ठति अस्ति अजन्ताङ्गस्य अस्ति तिष्ठति न लोप भवति तस्य अजन्तधातुः अस्ति परन्तु लोपः भवति प्रक्रियारूपेण अस्तु अस्तु महोदय अत्र अजन्ताङ्गमेव अधो लोपः एव कार्यं करोति अन्यसूत्रं किमपि कार्यं करोति न तु एतत् स्मर्तव्यम् अदन्ताङ्गम् अस्ति अतो लोपस्य कार्यं भवति अपि वार्तिकेन विप्रति पूर्वविप्रतिषेध इति कार्यं तत् ज्ञातुं च शक्नुमः ज्ञातुं शक्नुमः अस्तु अरुणलोप आं भगिनि अस्मि भगिनि भवती शान्तः अस्ति बहु शान्त पठति वा पठामि विलम्बेन आगतवती क्षम्यतां भगिनि यङ्गन्तदातवः यङ् प्रत्ययः भवती अवगतवती दातु सन्नन्तदातुक्रिया किं भवति अस्तु आं भगिनि अस्तु पठतु यङ्गन्तदातु यङ्गन्तदातवः यङ् प्रत्ययात् पूर्वम् अच् वर्णः अस्ति चेत् अतो लोपः इत्यनेन अदन्ताङ्गस्य अश्व अकारलोपो भवति आददातुकप्रत्यये परे यक् आददातुकसञ्ज्ञकः अतः यके परे यङ्गन्तदातूनाम् अकारलोपो भवति अत्र यङ् प्रत्यय यङ्गन्तदातः यङ् प्रत्यय योजन कुर्मः पूर्वम् अच् वर्णः अस्ति चेत् अतो लोप इति सूत्रेण अदन्ताङ्गस्य हश्वकारलोपो भवति आददातुकप्रत्ययपदे यक् प्रत्यय आददातुकप्रत्ययसञ्ज्ञकः अस्ति तदेव अकारलोपः यङन्तधातूनाम् अकारलोपः भवति अत्र उदाहरणं दत्तं नियोगः यङ् ने नीय इति यङ्गन्तधातुः कथमागच्छति इति नेनीय क्षम्यता नेनीययोगः यक् अतो लोपः इति सूत्रेण अदन्ताङ्गस्य हस्व अकारलोपः भवति आददातुकप्रत्ययपदे नेनीययोगः य नेनीय नेनीययोगः ते नेनीयते इति रूपं सिद्धं भवति पूर्व उक्तम् एव सनन्ददातव सादृश्यमेव अत्र अहं चिन्तयामि यङ् प्रत्ययरूपम् अदन्ताङ्गं रूपम् अस्ति चेत् अत्र अतो लोपः यक् प्रत्यय आददातुकप्रत्ययपदे यक् अकहश्वाक अङ्गस्य हश्वाकारलोपो भवति अत्र दत्तं नियो योगः यक् यङ् रूपं नेनीय दृष्टं भवति भगिनि यङ् प्रत्यय अपि सन्नन्तदातव इव स्मृति कुत्र दृत्वम् आगच्छति प्रक्रिया दृत्वं पञ्च स्थलं भवति भवान् स्मृति लिट्लकारे सन्नन्तदातूनां जुहादिगणे यङ् धातु प्रक्रिया यत्र यङ् अस्ति तत् अति लिट् लकारे अपि भवति एकम् अन्यत् अपि अस्ति मणिमहोदय भवान् स्मरति वा अत्र द्वितं भवति नीनि इति अनन्तरं ने इति कथं भवति इति गुणः भवति कथम् इति न जानामि भगिनि नो नो भवान् कुत्र कुत्र द्वितं भवति द्वितं कुत्र अन्य पञ्चस्थलानि अस्ति व्याकरणे यत्र द्वितं भवति ज्योत्यादिगणे लिट् लकारे सनन्तप्रक्रियायां यङ् प्रक्रियायाम् अधिकम् अस्ति अहं न स्मरामि इदानीं द्वितं भवति इति एव जानामि यङ्ग्लुक् अत्र अस्ति यङ्ग्लुक् अत्र एव अस्ति यङ्गन्तदातवा यङ्ग्लुक् एव यङ्गन्तदातु अपि कार्यं भवति अस्ति अस्तु पुष्पभगिनी सम्यक् अस्ति एक एव महोदय एक एव विषयम् अस्ति तत् एक यङ्गन्तदातवे एव द्वयो मध्ये भेदः अस्ति यङ्गं यङ्ग् धातु यङ्ग् धातु द्वयो मध्ये भेदः अस्ति अहं न जानामि भेदः अस्ति विषयान्तरम् अस्ति आं विषयान्तरम् अरुणा भगिनी पठतु द्वे अन्य एवमेव लोलूय इति यङन्त धातुः तद् लेल्लूय इति योगः अय्यक् प्रत्यय आदधातुकप्रत्यय ततः अतो लोपः इति सूत्रेण अङ्ग लोलूय अत्र अङ्गम् अकार अस्ति अश्वाकार तस्य लोपः भवति लोलूय योगः यक् लोल्यूयते इति लोल्यूयते तदेव भो भूय इति यङन्तदातुः योगः यक् अधदातुकप्रत्यय ततः अतो लोपः भो भ्यूयते अत्र द्वे यकारः अस्ति यदि यकार सो यङ् इति श्रुमर्तव्यम् इदानीं यङ् धातु यदि यङ् धातु यङ् प्रत्ययः अस्ति धातुतः तत्र यकार अन्ते अदन्तम् अङ्गम् अस्ति अतः अस्तु लोप तस्य कार्यं भवति. इदानीं मलिमहोदय भवान् पठतु अग्रे. धन्यवादः. अन्य कोऽपि नास्ति न अनुना भगिनी पुष्पा भगिनी मलिमहोदय अहं साधु अन्यः नास्ति यस्य यस्य हलः तदेव महोदय पूर्वं हल्वर्णः अस्ति चेत् यस्य हलः इत्यनेन हल् उत्तरस्य य शब्दस्य लोपो भवति आर्धदत्तकप्रत्ययपरे. अत्र दत्तं अत्र धातुस्य अन्त्ययकारः भवति तस्य पूर्वं हल् वर्णः अस्ति चेत् अत्र य शब्दस्य लोपो भवति आर्धदत्तकप्रत्ययपरे इति दत्तम्. पूर्णतया यः शब्दः पूर्णतया लोपो भवति इति तस्य अर्थम् अहं चिन्तयामि. उदाहरणम् अस्ति बाभ्रश्य योः य यक् योः ते यस्य हल इत्यनेन हल् उत्तरस्य य शब्दस्य लोपो भवति आर्धधातुकप्रत्ययपरे. अतः य शब्दस्य लोपो भूत्वा बाभ्रश् योः यक् योः ते यते बाभ्रश्यते इति रूपं भवति. तदेव नेनिज्य योः यते नेनिज्यते वेविद्य योः यते वेविद्यते अत्रापि अल् उत्तरस्य यकारः य शब्दः लोपो भवति अनन्तरं मार्धधातुकप्रत्ययपरे लोप योजनं कृत्वा वेविद्यते इति रूपम्. मोमुद्य यते मोमुग्ध योः यते मोमुद्यते इति नेनिज्य वेविद्य मोमुद्य इति उतः ऊकारः अस्ति ईकारः अस्ति ईकारः अनत्र गुणं भवितुम् अर्हति परन्तु यः प्रत्ययः आदतात्कृतिनिति प्रत्ययः अधः अत्र गुणः न भवति इति अहं चिन्तयामि. अनन्तरं पठामि वा महोदय गुण परन्तु यत् प्रत्ययः आदत्तप्रत्ययः कति नीति अधः गुण न भवति किन्तु उपधायां नास्ति न मुखाद्य अस्ति उपधायां तकार अस्ति न तस्य भगिनि अन्तिमवर्णः वर्णः नास्ति मुग्धा अपि नास्ति पर कथं भवति गुणः न भवति तत्र कारणं किं इवन् प्रसक्तिः नास्ति अस्ति यङ् धातु अस्ति मोमोद्य साधु य अस्ति अकार अस्ति सो उपधायां यकार अस्ति तत्र यकारः लोपस्य अनन्तरं यः शब्दो लोपस्य अनन्तरं अत्र उकारः अस्ति किल यकार पूर्व पूर्णतया लोप भवति वा यकारस्य महोदय यकार लोप भवति यः शब्दः इदानीम् अस्तु अस्तु यस्य हलः पठामि वा सूत्रम् पठतु यस्य हलः हल् उत्तरस्य यः शब्दस्य लोपो भवति आदधातुकप्रत्ययपरे यस्य षष्ठी अन्तं हलः पञ्चमी अन्तं द्विपदं सूत्रम् अधो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोपः आर्धधातुके सूत्रम् अतिथि हल् उत्तरस्य लोप आर्धधातुक् यत्प्रत्यय आर्धधातुकः यकारः अपि धातु अन्तिमवर्णः तस्य पूर्वं हल् वर्णः उदाहरणं मोमध्ये इति धातुमध्ये यकारः अस्ति तस्य पूर्वं हल् वर्णः दकारः अस्ति अतः यः शब्दस्य पूर्णतया लोपो भवति यक् प्रत्ययस्य कारणेन इदानीं प्रश्नः अस्ति यदि यथा नेमिज्य अस्ति तत्र अतोलोप तस्य प्रसक्तिः अस्ति प्राप्तिः अस्ति वा न अस्ति अस्ति अतोलोपस्य कार्यम् अपि कार्यं करोति परन्तु किं भिन्नः अस्ति चेत् यस्य हलः इति सूत्रं वदति हल् उत्तरस्य यः शब्दः लोपो भवति इति अत्र पूर्णतया हल् उत्तर हल् यस्य हलः इति सूत्रमेव पूर्णतया अकारः लोपो भवति इति अहं चिन्तयामि अधोलोपो भवितुम् अर्हति परन्तु यस्य हलः इति सूत्रस्य बलम् अधिकम् अहं चिन्तयामि केन बलेन हल् हल् हलः अस्ति अधः हल् उत्तरस्य यः शब्दः लोपो भवति आददातुकप्रत्ययपरे इति अत्र दत्तम् अधः यदा हल् वर्णः अस्ति यकारस्य पूर्वम् अत्र यस्य हलः एव कार्यं करोति इति अहं चिन्तयामि अत्र अन्यकारणमपि कथं यस्य हल बलवत् अस्ति तस्य अपेक्षया अतोलोपस्य अहं वदामि अहं प्रयत्नं करोमि अतोलोपः यत्र यकारः अन्धः अस्ति चेत् वा अद दकारः वा पकारः वा अस्ति चेत् अपि अदन्ताङ्गम् अस्ति चेत् अतोलोपः बहुषु स्थलेषु कार्यं कर्तुं शक्यते परन्तु यस्य हलः यत्र यकारः एव अन्यवर्णः दकारः वा ककारः वा इति स्थले न कार्यं करोति यत्र यकारः अन्तिमवर्णः तस्य पूर्वं हल् वर्णः अस्ति चेत् एव कार्यं करोति अत्र अधः इद् अहं चिन्तयामि अन्तरङ्गं वा अपवादः भूत्वा यस्य सलः कार्यं करोति वा इति सन्देहः शास्त्ररीत्या किं वदामः अपवादः अन्यत्र इति कार्यं न अन्यत्र कार्यं कर्तुं न शक्यते यस्य हलः इत्यनेन अत्र अधोलोपः बहुषु स्थलेषु कार्यं करोति अतः अपवादत् तस्य सूत्रं साधु धन्यवादः बहु समीचीनं सम्यक् उक्तवान् भवान् किन्तु यदि यस्य हलः अपि अतोलोप तस्य सङ्ख्या पश्यतु यस्य हलः अस्ति परसूत्रम् अतोलोपपूर्वसूत्रम् अस्ति अपि तत्र अन्यत्र अन्यत्र अन्यत्र लब्धावकाशः अपि अस्ति. सो द्वयोर्मध्ये विप्रतिषेधपरकार्यं वक्तुं शक्नुमः अपि, पर विप्रतिषेधे परं कार्यम् अनेन बलवत् नास्ति. यथा भवान् उक्तवान् अपवादत्वेन बलम् अस्ति. यदि अपवादः अस्ति तत्र सङ्ख्या न पश्यामः. तत् कार्यं न करोति तद् प्रभावेन अपवादत्वेन इति बलवत् अस्ति. कारणचि यस्य हल तस्य यदि यस्य हल अत्र कार्यं न करोति कुत्रापि अन्यत्र कार्यं न कर्तुं शक्नोति. बहुत् विशिष्टकार्यम् अस्ति तस्य. यकारस्य पूर्वं हल वर्ण भवेत् तदानीमेव तस्य परम् आर्धधातुकप्रत्ययः भवेत्. ततो लोप तस्य प्रसक्तिः अन्यत्र अपि भवितुं शक्नोति. कोऽपि अदन्तङ्गं भवेत् तस्य परे यदि अर्धधातुकः अस्ति तत्र अतोलोपकार्यं करोति. सो यस्य हल अस्य सूत्रस्य कार्यं बहु लघु अस्ति, विशिष्टकार्यम् अस्ति अतोलोप अपेक्षया. सो तस्य अपवादत्वेन इति वदामः, न तु विप्रतिषेधे परं बलवत् इति. यतोहि तदपि एकः सन्देहः अस्ति. बाब्रस्य इति धातु अत्र पूर्वं प्रथमतया अधोलोपकार्यं करोति. अकारलोप यकारः अस्ति, अनन्तरं यस्य हलः इति सूत्रं कार्यं कर्तुं शक्यते वा? न करोति. यस्य हल एव कार्यं करोति, अतोलोप न कार्यं करोति. तदानीं तस्य प्रसक्तिः न भवेत् यदि अतोलोप पूर्वं कार्यं करोति. यस्य हलस्य इति अस्ति य शब्दः भवेत् यकार न इति. य शब्द युक्ति यकार युक्त अकार अस्ति तस्मिन्. धन्यवादः भगिनि, धन्यवादः. अस्तु, पुष्पा भगिनी, भगिनी भवती वदतु कथं वैविध्य तत्र अतोलोपकार्यं न करोति, यस्य हल कथं कार्यं करोति? अत्र यकार हल् अस्ति, हल् वर्णः अस्ति, पूर्वे धकारः अस्ति न, तथैव न पूर्व न न न हलुत्तरस्य यशब्दस्य न तद् लोपः भवति. हलुत्तरस्य अतोलोपः कृतं न कार्यं करोति इति न प्रश्नं. द्वये मध्ये कस्य प्रसक्तिः अस्ति? यस्य हलः भवति, यस्य हलः एव भगिनि न. किं कारणेन यस्य हल? तत्तु अत्र अतोलोपः अदन्ताङ्गस्य ह्रस्व अत अकारलोपः भवति अदन्ताङ्गस्य. अत्र अर्धधातुकप्रत्यये एव यक् अर्धधातुकसंज्ञक अतः यकि परि यङन्त धातूनां अकारलोपः भवति, अकारलोपः भवति इति वदति, परन्तु न यङ्गन्त धातु. अरुणा भगिनि सायं करो. आं भगिनि, अत्र यक अतोलोपः कार्यं प्रसक्ति अस्ति, परन्तु यस्य सूत्रं वदति यशब्दस्य पूर्वं हलन्त अस्ति चेत् लोपो यशब्दस्य आकारलोपो भवति. अपि सूत्रं विशिष्टसूत्रमस्ति, तदा तत् प्रसक्ति न प्रयोजनं कुर्मः. व्यक्तं भवति, तदेव अपवादबलवत् रूपेण तदेव कार्यं करोति, अतः लोपः कार्यं न करोति। साधु, बहु समीचीनं। पुष्पा भगिनी अवगतवती? आं भगिनि, आम्। अस्तु, इदानीं वदतु मोमुद्य कथं कार्यं भवति। मोमुद्य तथैव मोमुद्य तथैव हलुत्तरस्य य शब्दस्य लोपः भवति, अतो लोपः कार्यं कर्तुं शक्नोति, परन्तु यस्य हलस्य हलः इति सूत्रेण हलुत्तरस्य य शब्दस्य लोपः भवति आददातुकप्रत्यये परे। प्राप्तिः नास्ति। यकारस्य लोपः अस्तु। अस्तु, तावत्पर्यन्तं वयं वर्गे कृतवन्तः। कोऽपि न भगिनि, इदानीमेव मणिमहोदय सम्यक् सर्वं करुणां उपदेशे अत्र एव सन्देहः आसीत्, परन्तु तदपि उत्पत्तिसमये काले इति उक्तवती, ततः अवगच्छामि। तत्र महोदय मम अपि परमात्मक अहं भावयामि अपि। भगिनि, अत्र द्वे ल्लौ वार्तिकेन अत्र आतिदेशिक अर्थं किं भगिनि? आतिदेशिक उपदेशिक अहं जानामि, आतिदेशिक अर्थं किं भगिनि? आतिदेशिक यथा भू धातु अस्ति, साधु भू युनिच् यदि वयं योजयामः किं भवति? भू भू भवति, भू भो किं सूत्रेण भू भवति? किं पुनः वदतु भगिनि, भूधातुयोगः किं? भूधातुयोगणिच् यदि रिजन्तप्रीणार्थे रिजन्तप्रीणार्थे केन सूत्रेण आगच्छति, केन सूत्रेण आगच्छति प्रथमं रिजन्त रिञ्च् अचि हेतुमति रिच् भवति। ओके, सो भूयोगणिच् इदानीं किं भवति? भूयोग णिच् किं कार्यं भवति? ऋणिति आदातकप्रत्यये वृद्धिः भवति। नो नो, ऋणिति न वृद्धिः भवति, अचोञ्जनति इति कार्यं करोति। अचोञ्जनति किम् अस्ति? यदि अजन्तम् अङ्गम् अस्ति तस्य परे णिच् या ञकार अस्ति तत्र वृद्धिः भवति। नेननिचि तस्य कार्यं अग्रे आगच्छति। इदानीं भूयोग अणिच् अस्ति तु प्रथमम् अचोञ्जनति आगत्य भू धातोः किं भवति वृद्धिः किं भवति? भौ भौ योग णिच् णिच् किं भवति तत्र? अत्र चकार हलन्त्यं चुटु इति सूत्रेण नकार इ एव अवशिष्यति, भौ योग इ वृद्धि सन्ति यचोया भावय आगच्छति साधु भावि। सो इदानीं भू अस्ति औपदेशकधातु, भावि यदि ऋच् योजयामः भावि अस्ति आतिदेशकधातु। अवगतवती? आं भगिनि. भू धातुतः यदि अन्यधातु निर्माणं भवति तस्य नामकरणं भवति आतिदेशकधातु. इदानीं यदा सन् धातु यदि वयं पट् धातुः अस्ति सन् प्रत्यययोजि योजयामः पिपठिष इति भवति आतिदेशकधातु. यदि यङ् प्रत्यययोजि योजयामः तथा खाद् अस्ति चिक्खादिश सन् धातु एव अस्ति. यङ् धातु अस्ति नी धातु नी यङ् योजय नाम नेनीय नेनीय भवति आतिदेशकधातु. साधु सो ये धातु सो औपदेशकधातु अपि मूलधातु वयं वयं पाणिनीय ये धातव आवली अस्ति तत् 2000 सन्ति तस्य आवलीयां ये धातव पाणिनिः उक्तवान् ते वयम् औपदेशकधातु वदामः. गम् गम् अपि औपदेशकार्थे जातं तद् तदापि अपि गम् यदि भवति तदपि औपदेशक एव भवति यथा वयम् इदानीम् उक्तवन्तः औपदेशक अवस्थायाम् अस्ति सन् धातु तत्र अकलोपकां कार्यं करोति. साधु धन्यवादः. अस्तु अन्यप्रश्नः भवती रेणनीति यत् कार्यं करोति रेणनीति कार्यं करोति तस्य प्रथमं रेणनीति सूत्रं पठतु. किम् अस्ति रेणनीति? भूयोगणे तत्र रेणनीति प्रथमं न आगच्छति. प्रथमं यथा चुर् धातु अस्ति तत्र स्वार्थं पर्पस् स्वार्थाय आगच्छति. आर्धधातुकस्य प्रत्ययस्य इदागमो नास्ति तस्मात् पूर्व नी प्रत्ययस्य लोपो भवति. अत्र नी इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते. नेः षष्ट्यन्तम् अनिति सप्त्यम्यन्तं द्विपदमिदं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेः लोपः अनिति आर्धधातुके. निर्मितिसूत्रं वदति आर्धधातुकप्रत्ययः इदागमः नास्ति तदेव विशेषणं तस्मात् पूर्वं नी प्रत्ययस्य लोपो भवति इति दत्तम्. अत्र उदाहरणं वदामि भगिनि. चोर् योगः यक् प्रथम चोरि योगः यक् चोरि इति चुर् धातु औपदेशिकधातु सन् प्रत्यय स्वार्थे निच् प्रत्यय आगत्य चोरि भवति. तदनन्तरं प्रेरणार्थे निच् समये चोरि योगः यक् अत्र यक् प्रत्ययः आर्धधातुकप्रत्ययः यक् वलादि नास्ति ततः इरागमन आगच्छति ततः इरागम नास्ति तत्र समये पूर्वनि प्रत्ययस्य लोपो भवति ततः चोरि चोर् भवति. चोर् योगः यक् चोर्या इति चोर्या योगते चोर्यते इति प्रेरणार्थनि सिङ्गन्तरूपं भवति. अवगतवती. इदानीं रेणनीति सो रेणनीति आगच्छति यत्र अत्र अर्णा भगिनी उक्तवती चोरि इति पूर्वं स्वार्थे इति अनन्तरं सार्वधातुके योजयित्वा प्रेरणार्थे निच् इति भवति इति अत्र प्रेरणार्थे निच् न भवति. साधु साधु प्रेणाके निचपि यदि आगच्छति तत्रापि रेण निटि एकमेव एकचोरि यत्पते वलादि नास्ति अतः एव अत्र लोपो भवति अन्यत्र अन्यकार्यं नास्ति प्रेणाते नास्ति अत्र अहम् तथैव आं महोदय धन्यवादः वयं कर्तुम् शक्यते किमपि उक्तमस्ति वक्तुमस्ति धन्यवादः सम्यक् धन्यवादः कोऽपि अत्र अच्छा परस्मिन् पौरविदो सर्वे जानन्ति साधु अवगतं भगिनि संस्कृतभाषायां वक्तुं न शक्नोमि अवगतम् अत्र पूर्वविदानल्विदौ मणिमहोदय भवान् स्मारयतु अच परस्मिन् पूर्वविदौ कथं कार्यं करोति कथा यदि अस्ति न गण अस्ति न अन्तिमं गण ऋच् गणयोग ऋच् तत् करोतु हलो अचः परस्मिन् पूर्वविदौ इति कार्यं कहं गणयोग णिच् प्रक्रिया भवतु किं भवति आगच्छ कथम् आगच्छति गणयोग णिच् गण कुत्र अभ्यासमस्ति न गणः गणयोः णिच् अत्र अदन्त अङ्गमस्ति अथवा अधलोपः कार्यं करोति गण्येव तिष्ठति गण्योः निच् इदानीम् अत्र अत्रापि अचः पूर्वस्मिन् विधौ वा अचः परस्मिन् विधौ इति पूर्वविधौ अचः परस्मिन् पूर्वविधौ इति कार्यं करोति अत्र यत् उक्तमस्ति चेत् अधोलोपो इति न करलोपः अनन्तरं तत्तु निमित्तमस्ति आर्धदातुक प्रत्ययः परे अस्ति नी प्रत्ययः आर्धदातुक अतः तस्य निमित्तमस्ति परनिमित्तकम् अनन्तरम् अधोपदायाः सूत्रम् अत्र कार्यं कर्तुं शक्यते चेत् अकारः लोपः तस्य पूर्वं नकारस्य पूर्वं गकारस्य अकारस्य स्थाने एव अधोपदायः इत्यनेन अत्र दीर्घः वृद्धिः भवति एव कार्यं करोति परन्तु यत्र परनिमित्तकः अजादिवः अस्ति चेत् तस्य पूर्वं पूर्वकार्यमपि विधीयते चेत् अत्र अकारः लोपो भवति परन्तु तिष्ठति एव स्थानिवत् एव भवति इति मत्वा अकारस्य पूर्वं नकारः अस्ति तस्य हल् वर्णः अतः किमपि कार्यं करोति इति मत्वा अत्र न कार्यं करोति अतः गणी इति एव रूपं भवति इति चिन्तयामि अरुणा भगिनी अवगतवती अवगतं गणि तदनन्तरं यक् गणयति गणयति इति भवति किं भगिनि अवगति साधु अच्छा पूर्वस्य अस्तु अस्तु सो विरामः वयम् इदानीम् शुभरात्रि धन्यवादः भगिनि धन्यवादः शुभरात्रि